गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। अनुमानपरिच्छेदः तत्र हेत्वाभासः इत्यस्मिन् विषये पुनर्चिन्तनं जायमानमस्ति। तत्र अनुमानपरिशीलनक्रमः इत्यत्र किञ्चित् मया परिवर्तितमस्ति, तत् प्रथमं वदामि किं मया परिवर्तितम् इति, तदनन्तरं यथा पूर्वं तथा नूतन उदाहरणं स्वीकृत्य चिन्तयामि। अस्तु, तर्हि प्रथमम् अनुमानस्य उदाहरणं भवति किम् इति वक्तव्यं, नो चेत् अनुमानमेव न सिद्ध्यति इति कृत्वा तदनन्तरं पक्षः साध्यं, हेतुः कः इति वक्तव्यम्। तदनन्तरं पक्षः प्रसिद्धः किं, केन प्रमाणेन, आमिति चेत् अनुमतिः भवितुम् अर्हति। साध्यं प्रसिद्धं किं, केन प्रमाणेन, आमिति चेत् अनुमतिः भवितुम् अर्हति। तदनन्तरं पञ्चमबिन्दौ किञ्चित् परिवर्तितमस्ति, पक्षे पूर्वं मया किं लिखितमासीत् इति इदानीं मनसि नास्ति, किन्तु पक्षे साध्याभावः सर्वदा भवति किम् इति परिवर्तितम्। अत्र उदाहरणमासीत् वह्निः अनुष्टत्ववान् इति, इत्युक्ते पक्षे साध्याभावः भवति किम् इति तावदेव पृच्छामश्चेत् कदाचित् भवति कदाचित् न भवति। सर्वदा पक्षे वह्निः पर्वते वह्निः भवेदेव इति नास्ति खलु। तर्हि पक्षे साध्यं भवितुम् अर्हति वा इति द्रष्टव्यं। पक्षे साध्यं यदा कदापि न भवति चेत् तदा अत्र क्लेशः भवति, तदेव बाधः इति वदेम। अतः पक्षे साध्याभावः सर्वदा भवति किम् इति द्रष्टव्यम्। यथा वह्निः अनुष्टत्ववान् इत्यत्र अनुष्णत्वं यदा कदापि वह्नौ न भवति इति कृत्वा अत्र बाधः भवति। अस्तु, यदि एतत् सर्वं साधितमस्ति, सिद्धमस्ति, तदा अनुमितिः भवितुमर्हति। तदनन्तरं किं चिन्तनीयं, हेतोः विषये चिन्तनीयं। तत्र इतोपि एकः प्रश्नः मया योजितः अस्ति, षष्ठप्रश्नः, हेतुः सिद्धः किं, पुस्तकेन दत्तं, किन्तु तदपि चिन्तनीयं खलु। यदि कोऽपि वदति पर्वतः न किं तत्र जल अरविन्दं सरोज अरविन्दं सुरभिः सुरभि सरोज अरविन्दं सुरभि गगनारविन्दवत् इति यदि कोऽपि वदति, अहमेव इदानीं तत्र नूतनवाक्यं वदन्नस्मि, इति यदि कोऽपि वदति तत्र गगनारविन्दम् इति हेतुः एव नास्ति। तस्य नाम किं भवति इति न जाने, किन्तु तदपि प्रष्टव्यमस्ति। यदि कोऽपि तादृशं वदति, अत्र पक्षासिद्धिः भवितुमर्हति, साध्यासिद्धिः भवितुमर्हति, हेत्वासिद्धिः अपि भवितुमर्हति खलु। अतः एतदपि मया योजितं, हेतुः सिद्धः किं, केन प्रमाणेन, आं चेत् परामर्शः भवितुमर्हति, अतः अग्रे गच्छतु इति। तदनन्तरं पक्षधर्मता हेतौ, हेतुवत्वं पक्षे अस्ति किम्, आं चेत् पक्षधर्मता सिद्धा। तदनन्तरं व्याप्तिपरिशीलनं करणीयं, तत्र हेतुः कीदृशी इति अपि चिन्तनीयं। व्यतिरेक अन्वयव्यतिरेकी हेतुः वा, केवलान्वयीहेतुः वा, केवलव्यतिरेकीहेतुः वा इति, तत्र अन्वयसहचारः चिन्तनीयः अस्ति। यत्र हेतुः तत्र साध्यं कुत्रचित् भवति किम् इति चेत् अन्वयसहचारः साधितः। व्यतिरेकसहचारः, यत्र साध्याभावः तत्र हेत्वाभावः इति चेत् व्यतिरेकसहचारः अपि साधितः। यदि अन्वयसहचारः व्यतिरेकसहचारः उभयमपि लब्धं, तर्हि तादृशहेतुः अन्वयव्यतिरेकी भवति यदि व्यतिरेकव्यभिचारः न जायते, तर्हि व्यतिरेकव्यभिचारः अपि द्रष्टव्यः अस्ति। यत्र साध्याभावः तत्र हेतुः इति, आं चेत् व्याप्तिः सिद्धा भवति। केवलान्वयी हेतौ अन्वयसहचारः एव भवति, केवलव्यतिरेकी हेतौ केवलव्यतिरेकसहचारः एव भवति, न तु अन्वयसहचारः, किन्तु उभयत्र व्यतिरेकविचारः न भवेत्। अस्तु, तत्र इतोपि एकं मया योजितम् अस्ति, इत्युक्ते अत्र गते वर्गे वा तस्मात् पूर्वं वा इति न जाने, पर्वतः धूमवान् वह्निमत्वात् इति अस्माभिः दृष्टम्। तत्र सप्तायः पिण्डे व्यतिरेकविचारः अस्माभिः उक्तः इति कृत्वा हेत्वाभासः कल्पितः, किन्तु वस्तुतः अत्र पुस्तके कीदृशम् अस्य विवरणं दत्तमस्ति इति चेत् तत्र व्याप्यत्वासिद्धिः इत्युक्ते हेतुः यत्र हेतुः अस्ति तत्र सहेतुक हेतुः सोपादिकः हेतुः इति स्वीकृतं, वह्निमत्वात् इति हेतुः आर्द्रेन्द्रसंयोगे एव भवति इति तादृशम् उक्तम्। अतः किञ्चित् योजितमस्ति हेतुः सोपादिकः वा इति अपि द्रष्टव्यं, किन्तु इदानीं तत्र अन्वय व्याप्तिचिन्तनात् पूर्वमेव एतत् करणीयं वा व्याप्तिचिन्तनस्य अनन्तरम् एतत् करणीयं वा इति द्रष्टव्यम्। इत्युक्ते पर्वतः धूमवान् वह्निमत्वात् इत्यत्र 8.3 व्यतिरेकविचारः दर्शयितुं शक्यते, तर्हि किमर्थम् अत्र सोपादिकविषये चिन्तितम् इति अपि चिन्तनीयम्। इत्युक्ते पुस्तके नो चेत् तर्कसङ्ग्रहकारेण सोपादिकहेतुः कदा कदा उपादेः विषये चिन्तनीयम्, यदि 8.3 यावत् इत्युक्ते व्यतिरेकव्यभिचारः यावत् तत्र अनुमानं सङ्गच्छते चेत् तदा चिन्तनीयं, तर्हि तादृश उदाहरणमस्ति वा इति मया न चिन्तितं, किन्तु तदपि चिन्तनीयम् अस्ति इति एकम्। द्वितीयं तु अत्र हेत्वाभासः नूतनचिन्तनम् इत्यत्र सर्वे पश्यन्तु, अत्र व्याप्यत्वासिद्धिः इति अस्ति खलु, कुत्र इति वदामि, हा व्याप्यत्वासिद्धिः इति 8th row मध्ये अस्ति, तदेव उदाहरणं पर्वतः धूमवान् वह्निमत्वात् यथा महानसम् इत्यत्र प्रतिबन्धकज्ञानस्य आकारः एवमुक्तः अस्ति पुस्तके, धूम अभाववत् वृत्तिवह्निः इति, इत्युक्ते यस्मिन् अधिकरणे धूम अभावः अस्ति तस्मिन् अधिकरणे सप्तयः पिण्डे वह्निः अस्ति इति पुस्तके उक्तम्। किन्तु अत्र हेत्वाभासः कथं साधितः अस्ति इति चेत् तत्र उपाधिः हेतुः सोपादिकः अस्ति इति कृत्वा उपाधिं स्वीकृत्य एव साधितः अस्ति, किन्तु अत्र यदा प्रतिबद्धज्ञानं प्रतिबद्धज्ञानं तदनन्तरं समानाकारकत्वम् इति एतत् सर्वं पश्येम, तत्र उपाधेः उल्लेखः एव नास्ति, उपाधिं स्वीकृत्य एव अत्र साधितमस्ति, किन्तु प्रतिबन्धकज्ञाने उपाधेः उल्लेखः एव नास्ति इति कृत्वा किं करणीयम् इत्यस्मिन् विषये अपि चिन्तनीयम् अस्माभिः। मया न चिन्तितं, किञ्चित् परिवर्तनीयम् इति भाति मम, इत्युक्ते प्रतिबन्धकज्ञाने धूम अभाववत् वृत्तिवह्निः इत्यत्र कथञ्चित् आर्द्रेन्द्रसंयोगः आनेतव्यः अस्ति, तद् न कृतं, किन्तु अत्र धूम अभावत् वह्निवृत्तिः धूम अभावत् वृत्तिवह्निः इति एव प्रतिबन्धकज्ञानस्य आकारः उक्तः, अस्माभिः परिशीलितम् अपि, किन्तु यदा अस्माभिः परिशीलितं तत्र आर्द्रेन्द्रसंयोगः उपाधिः इत्यस्मिन् विषये अस्माभिः न चिन्तितम् एव चिन्तनं विना अपि अस्माभिः तत्र हेत्वाभासः साधितः अस्ति इति कृत्वा अत्र इतोपि किञ्चित् चिन्तनीयमस्ति इति भाति मम। अस्तु, तर्हि इतोपि एकं विषयं वक्तुम् इच्छामि, अत्र एतावत्पर्यन्तं यानि उदाहरणानि अस्माभिः परिशीलितानि सन्ति तत्र तर्कसङ्ग्रहकारेण आहत्य नवहेत्वाभासाः उक्ताः सन्ति. नवहेत्वाभासः, पञ्चहेत्वाभासः तत्र सहचार तत्र सव्यभिचारे त्रयः भेदाः उक्ताः सन्ति. तर्हि तत् त्रीणि, तदनन्तरं विरुद्धः, तदनन्तरं सत्प्रतिपक्षः, तदनन्तरम् असिद्धिः. असिद्धौ अपि त्रयः प्रभेदाः. तर्हि असिद्धे असिद्धौ त्रयः प्रभेदाः, सव्यभिचारे त्रयः प्रभेदाः, आहत्य षट्, तदनन्तरं विरुद्धः सप्तम, सत्प्रतिपक्षः अष्ट, बाधः इति नव. इति नवहेत्वाभासाः परिशीलिताः सन्ति तर्कसङ्ग्रहकारेण. तेषु एतावत्पर्यन्तम् अस्माभिः अत्र षड् परिशीलितमस्ति. षट् कथं जातम् इति चेत् तत्र व्याप्यत्वासिद्धिः इति यद् मया उक्तम् इदानीं, पर्वतः आद्रेन्दन उपाधिकधूमवान् वह्निमत्वात् न तप्तायः पिण्डे, तादृशं भवेत् वस्तुतः वाक्यं. पर्वतः आर्द्रेन्दन उपाधिकधूमवान् वह्निमत्वात् इति भवेत्. तर्हि तत्र किञ्चित् परिष्कारं कर्तव्यमस्ति. व्याप्यत्वासिद्धिः इति स्वीकुर्मश्चेत् इदानीम् अनुपसंहारी सव्यभिचारः इति अस्माभिः न दृष्टं, विरुद्धः इति न दृष्टं, सत्प्रतिपक्षः एतावत्पर्यन्तं न दृष्टम्. अस्तु, भवतु. तर्हि गते वर्गे शब्दः अनित्यः गगनात् यथा इत्यत्र, यथा इत्यत्र अस्माभिः उदाहरणमेव न वक्तुं शक्यते. शब्दः अनित्यः गगनात् यथा इति, गगनं कस्मिंश्चित् शब्दे कुत्रचित् शब्दे अस्ति, तादृशं द्रष्टुं शक्यते. यद् उदाहरणमेव न वक्तुं शक्यते इति कृत्वा, वस्तुतः प्रथमसोपाने एव एतस्य अनुमानस्य नष्टः जायते. तथापि तत्र ग्रन्थकारेण चिन्तितम्, अस्माभिः अपि चिन्तितमस्ति. तर्हि सर्वम् अनित्यं प्रमेयत्वात् इति इदानीं वाक्यं तर्कसङ्ग्रहकारेण उक्तवाक्यम् एतत्, तत् परिशीलयामः. अस्तु, सत्यभामा भगिनी आरम्भं करोति वा? आं महोदय. सर्वम् अनित्यं प्रमेयत्वात् इति उदाहरणवाक्यम्. यथा सर्वम् अन्यत्र पक्षभिन्नस्थलं नास्ति खलु महोदय, सर्वम् इति उक्तम्. यथा इति कथं न वक्तुं शक्यते इत्युक्ते, अत्र पक्ष अतिरिक्त उदाहरणं न वक्तुं शक्यते. पक्ष अतिरिक्त उदाहरणं न वक्तुं शक्यते चेत् तत्र किं वक्तव्यम् इत्युक्ते, तत्र पृथिवी गन्ध इतरभेदवती गन्धवत्वात् पक्षभिन्नस्थले साध्यं न, पक्ष एव साध्यं भवितुम् अर्हति इति, अन्यत्र नास्ति. सत्यं, किन्तु इदानीम् अस्माभिः किं कृतं, पृथिवी गन्धवती, पृथिवी इतरभेदवती गन्धवत्वात् इत्यत्र गन्धवत्वं केवलं पक्षे एव अस्ति खलु. इतर व्यतिरेक व्याप्ति स्वीकृत्य अत्र व्याप्तिवं तन्नैवं यथा जलम् इति उक्तं तदा अत्र तथा अत्र वक्तुं प्रयत्नं करोतु. यत्र यत्र यत्र प्रमेय अभा वदतु महोदय. पृथिवी इतरभेदवती गन्धवत्वात् गन्धवत्वं केवलं पृथिव्याम् एव लभ्यते खलु इति कृत्वा, पक्ष भिन्न उदाहरणम् अत्र न वक्तुं शक्यते इति स्थितौ तर्क तार्किकेन किं कृतं प्रथमं गन्ध इतरभेद अभावभाववति संथिङ्ग् लैक् देट् गन्ध उदाहरणं दत्तं तैः तद् वदतु पृथ्वी इतरभेदवती गन्धवत्वात् यदा जलम् इति संथिङ्ग् दत्तं किं महोदय यन्नैवं तन्नैवं यथा जलं यन्नैवं तन्नैवं यन्नैवं तन्नैवं यथा जलम् इति उक्तं खलु आम् उदाहरणे यत्र पक्ष अतिरिक्तहेतुः पक्षभिन्नस्थलं हेतोः न दर्शयितुं शक्यते तत्र अन्यत् किमपि दर्शयित्वा तादृशम् अत्र नास्ति यन्नैवं तन्नैवम् इत्युक्ते तदेव यते न एवम् इति यथा जलम् इति उक्तम् इदानीं तर्हि तादृशम् अत्र वक्तुं शक्यते वा प्रमेयत्वम् अपि तादृशं नास्ति खलु गन्धम् ओके गन्धाभावः यदि अस्ति किन्तु प्रमेयत्वाभावः अपि तादृशं नास्ति खलु महोदय किमर्थम् अभावविषये चिन्तयति प्रथमम् उदाहरणं चिन्तयतु अभावस्य विषये किमर्थम् इदानीं चिन्तनं ओके प्रमेयत्वं सर्वत्र अस्ति समीचीनतया न चिन्तयति इदानीम् अत्र क्रमेण अवगच्छति पृथिवी इतरभेदवती गन्धवत्वात् यन्नैवं तन्नैवं यथा जलम् इति उक्तं खलु तत्र जलमेव उदाहरणं कीदृश उदाहरणम् इति चेत् व्यतिरेक उदाहरणं जले गन्धवत्वम् अपि नास्ति इतरभेदवत्वम् अपि नास्ति खलु बुद्धं तर्हि अत्र जलम् इति जले गन्धवत्वं नास्ति इति एव चिन्तनं न तु गन्धवत्वस्य अभावः बुध्यते खलु तद्बुध्यते हा तर्हि जले हेतोः अभावः साध्यस्य अभावः उभयमपि यस्मिन् अधिकरणे भवति तादृश अधिकरणम् उदाहरणत्वेन वक्तुं शक्यते इति तस्मिन् उदाहरणे प्रदर्शितम् एवम् अत्र वक्तुं शक्यते वा इति चिन्तयतु इदानीं पक्षः सर्वं हेतुः प्रमेयत्वं सर्वम् इत्यस्य अभावः कथं महोदय प्रमेयत्वम् इत्यस्य कुत्रापि न द्रष्टुं शक्यते हा समीचीनं प्रमेयत्व अभावः अस्तु अत्र अयोः अभावयोः चिन्तनं करणीयं प्रथमं तु हेत्वाभावः प्रमेयत्वाभावः द्वितीयं तु अनित्यत्वाभावः खलु यदि तादृश अधिकरणं लभ्यते यत्र हेतोः अभावः प्रमेयत्व अभावः अपि च अनित्यत्व अभावः उभयमपि वक्तुं शक्यते तर्हि तादृश उदाहरणम् अत्र प्रदर्शयितुं शक्यते खलु किन्तु प्रथमं प्रमेयत्व अभावः इति अप्रसिद्धः अस्ति इति कृत्वा प्रमेयत्व अभावः कुत्रचित् यत्र कुत्रापि न भवति अप्रसिद्धत्वात् यत्र प्रमेय यत्र अनित्यत्वाभावः अनित्यत्वाभावः इत्युक्ते नित्यत्वं तत्र प्रमेयत्वाभावः इति नित्यद्रव्याणि अस्माभिः वयं जानीमः नित्यद्रव्याणि सर्वाणि नित्यद्रव्याणि प्रमेयानि एव खलु प्रमेयानि एव इति कृत्वा अत्र उदाहरणमेव न वक्तुं शक्यते खलु तर्हि प्रथमसोपाने एव तत्र नष्टः जातः उदाहरणमेव न वक्तुं शक्यते. उदाहरणं न वदामश्चेत् कथं वा अनुमानसिद्धिः भवतु. इदानीम् अग्रे चिन्तयतु. पच्चः साध्यं हेतुः कः इति वक्तव्यं. सर्वम् इति पच्चः साध्यम् अनित्यत्वं साध्यं हेतुः प्रमेयत्वं हेतुः. उत्तमं. पच्चः प्रसिद्धः किम् आम् सर्वम् इति प्रसिद्धः एव प्रत्यक्षेन ज्ञातुं शक्यते. आं चेत् अनुमितिः भवितुम् अर्हति. साध्यं प्रसिद्धं किम्? अनित्यत्वम् इति साध्यं प्रसिद्धमेव. अनित्यत्वं कथं ज्ञातुं शक्यते? अनुमानेन एव ज्ञातुं शक्यते. इत्युक्ते अत्र अभावः केन ज्ञायते इत्यत्र तावत् स्पष्टता नास्ति एतावत्. भवतु, अनित्यत्वम् इति प्रसिद्धं वयं जानीमः, घटः अनित्यः इति जानीमः खलु. इति कृत्वा घटे अनित्यत्वं वर्तते कार्यत्वात्. अस्तु, अग्रे. साध्यं प्रसिद्धं किं? केन प्रमाणेन? आं चेत् अनुमितिं. साध्यम् अनित्यत्वं तदेव इदानीं चिन्तितम्. अग्रे. पक्षे साध्य अभावः सर्वदा भवति किम्? पक्षे सर्वे साध्य अभावः अनित्यत्व अभावः सर्वदा अनित्यत्व अभावः सर्वदा भवति. सर्वदा भवति वा? सर्वेषु नास्ति. नास्ति नो चेत् अनुमतिः. कदाचित् भवति, कदाचित् न भवति. इत्युक्ते सर्वम् इत्यस्मिन् नित्यवस्तूनि अपि अन्तर्भूतं सन्ति, अनित्यवस्तूनि अपि खलु. तर्हि पक्षे साध्य अभावः सर्वदा भवति किम् इति चेत् नित्यवस्तूनि कथं वा अनित्यत्वं भवितुमर्हति? किन्तु नित्यवस्तूनि तु सर्वम् इत्यस्मिन् अन्तर्भूतमस्ति इति कृत्वा अत्र साध्य अभावः इत्युक्ते पक्षे साध्य अभावः भवति किम् इति चेत् न भवति इति कृत्वा अत्र बाधः अपि वक्तुं शक्यते खलु. बाधः अपि वक्तुं शक्यते. किन्तु एतद् उदाहरणम् अनुपसंहारी इत्यस्य उदाहरणम् इति पुस्तके दत्तम्. तर्हि अत्र बाधः अपि वक्तुं शक्यते. सप्रतिपक्ष अपि भवितुमर्हति खलु. नित्यत्वम् अनित्यत्वं द्वयमपि सर्वे सप्रतिपक्ष क्रमेण पश्यामः. सर्वम् अनित्यं, सर्वम् नित्यं प्रमेयत्वात् इत्यत्र साध्याभावः पक्षे साध्याभावः सर्वदा भवति किम् इति चेत् तादृशं न भवेत्, न भवति इति कृत्वा अत्र बाधः अपि अस्मिन् उदाहरणे बाधा अपि अस्ति इति वक्तुं शक्यते. अस्तु, अग्रे चिन्तयतु भगिनि. हरिः ओम्. न श्रूयते भगिनि. श्रूयते वा महोदय? इदानीं श्रूयते. सप्लै. अस्तु, अग्रे. इदानीं हेतुः सिद्धः किं? केन प्रमाणेन? आं चेत् परामर्शः भवितुम् अर्हति. हेतुः एकनिमिषं. हेतुः प्रमेयत्वं, प्रमेयत्वं सिद्धः एव, अतः परामर्शः भवितुम् अर्हति. अस्तु, अग्रे. एकनिमिषं महोदय. Switch on the emergency. पक्षधर्म हेतु पक्षधर्मदा हेतौ हेतुत्वं पक्षे अस्ति किम्? हेतुमत्वं पक्षे अस्ति किम्? पक्षधर्मता सर्वे प्रमेयत्वं अस्ति, सर्वे प्रमेयत्वमस्ति इति कृत्वा पक्षधर्मता भवितुमर्हति, हेतुमत्वमपि पक्षे अस्ति इति कृत्वा अत्र क्लेशः नास्ति। अस्तु, तदनन्तरं व्याप्तिपरिशीलनं, व्याप्तिपरिशीलनं व्यतिरेकव्याप्तिः एव वक्तव्यं वा सर्वं वा? पश्यतु अन्वयसहचारः प्रथमं पश्यतु, यत्र यत्र प्रमेयत्वं तत्र अनित्यत्वं, यथा खडः तर्हि अन्वयसहचारः घटे जायते खलु, जायते जायते घटे प्रमेयत्वमस्ति घटे अनित्यत्वमपि अस्ति इति कृत्वा अन्वयसहचारः घटे जायते। अस्तु अग्रे, देन् यत्र अनित्यत्व अभावः तत्र तत्र क्लेशः अस्ति, प्रमेयत्व अभावः इति न वक्तुं शक्यते, यथा इति न। तर्हि किमर्थं न वक्तुं शक्यते? अप्रसिद्धिः अस्ति खलु, प्रमेयत्व अभावः इति अप्रसिद्धः। उत्तमम् उत्तमं, हेत्वाभावः अप्रसिद्धः अस्ति इति कृत्वा व्यतिरेकसहचारः न सिद्ध्यति, न सिद्ध्यति। अस्तु, तदनन्तरं तर्हि एतद् हेतुः कीदृशी अस्ति? कीदृशः अस्ति? केवलान्वयी। केवलान्वयी हेतुः, उत्तमं। तदनन्तरम् व्यतिरेकव्यभिचारः, यत्र प्रमेयत्वं तत्र अनित्यत्वाभावः, न व्यतिरेकव्यभिचारः, यत्र साध्याभावः तत्र हेतुः। ओके, यत्र अनित्यत्व विषये न चिन्तनीयमेव, किमर्थम् इत्युक्ते हेतुं स्वीकृत्य एव साधनं खलु, अतः अन्वयव्यभिचारः न द्रष्टव्यः। अनित्यत्व अभावः तत्र साध्यम् इति भवति अन्वयव्यभिचारः, किन्तु तद् न चिन्तनी, यत्र साध्याभावः तत्र हेतुः, यत्र अनित्यत्व अभावः नित्यत्वं तत्र प्रमेयत्वं, गगनं कालः तत्र तर्हि अत्र व्यतिरेकव्यभिचारः अपि सिद्ध्यति। यत्र नित्यत्वं, यत्र अनित्यत्व अभावः, यत्र नित्यत्वं तत्र प्रमेयत्वं, यथा आकाशः, तर्हि आकाशे व्यतिरेकव्यभिचारः जायते खलु, व्यतिरेकव्यभिचारः जायते, आकाशे व्यतिरेकव्यभिचारः जायते इति कृत्वा व्याप्ति, अत्र व्याप्तिः अपि न सिद्धा, न सिद्धः। तर्हि दोषद्वयमस्ति, पक्षे साध्याभावः सर्वदा भवति किम् इति चेत् न, तदनन्तरं व्यतिरेकविचारः भवति किम् इतपि न, तर्हि अत्र बाधा अपि अस्ति, साधारणविचारः अपि अस्ति, साधारणसव्यभिचारः अपि अस्ति। अस्तु, तर्हि इदानीं प्रतिबन्धकज्ञानस्य आकारः वक्तव्यः, कथं वक्तव्यम् इत्यत्र किं कुर्मः, अत्र पुस्तके कथं चिन्तितम् इति परिशीलनं कुर्मः। तर्हि हेत्वाभासः नूतनचिन्तनम् इत्यत्र, ओ तत् मया न स्थापितम्, अनुपसंहारी इति तदेव उक्तं खलु पुस्तके, इत्युक्ते अत्र प्रतिबन्धकज्ञानस्य आकारः एव न वक्तुं शक्यते इति उक्तम्। पुस्तके कथम् इति चेत् अत्र साध्य अभावव्यापकाभावप्रयोगित्वम् इति 283 अत्र साध्याभावव्यापकाभावप्रतियोगित्वं खलु व्यतिरेकव्याप्तिः, प्रमेयत्वम् इति प्रमेयत्वस्य अभावः इति न वक्तुं शक्यते, अभावस्य प्रतियोगी तत् स्वीकृत्य वक्तव्यम् इति महोदयेन उक्तं खलु, सत्यं, किन्तु इदानीं प्रतिबन्धकज्ञानस्य आकारः कः अत्र? अत्र अविधेयत्वादि साध्यं च अत्यन्त अभावापि निरूपितमेव साध्य साध्य अत्यन्ताभाव इति वक्तव्यं वा साध्य अत्यन्ताभाव प्रतियोगी हेत्वाभासलक्षणं तावत् यद्विषयकत्वेन ज्ञानस्य अनुमितिपरामर्श अन्यत्र विरोधित्वं तत्त्वम् इति कृतं तत्र कश्चन पदार्थः गृहीतव्यः तद्विषयत्वेन निश्चयेन अनुमितेः परामर्शस्य वा प्रतिबन्धः सम्पादनीयः अस्तु प्रकृते न किञ्चित् विरोधिज्ञानं ब्रूमः येन तयोः प्रतिबन्धः भवेत् ज्ञानाभावः एव तत्र वक्तुं शक्यः एतादृशक्लेशः प्रकृते अस्ति इति साधारणादि निरूपणे नायमस्माभिः निरूपितः अमुं क्लेशम् अभिसन्धाय नवीनैः अनुपसंहारि एव परिवर्तितः तथा हि तेषां मते यत् केवलान्वयी साध्यम् अहं कुत्र पठन्नस्मि इति चेत् 282 पेज् मध्ये अन्तिमपरिच्छेदः अमुं क्लेशम् अभिसन्धाय नवीनैः अनुपसंहारि एव परिवर्तितः तथा हि तेषां मते यत् केवलान्वयी साध्यं तादृशं यत्किञ्चित् स्थलं वक्तव्यम् निदर्शनाय घटः अभिधेयत्ववान् पृथिवीत्वात् इति स्वीकुर्मः अत्र साध्याभावः दर्शितरीत्या अप्रसिद्धः एव एवं सति दर्शित्वादि यदि व्यतिरेकव्याप्तिं बोधयितुं व्यतिरेकदृष्टान्तं ब्रूयात् तर्हि अत्र प्रतिबन्धप्रतिबन्धकभावः वक्तुं शक्यते साध्याभावव्यापकाभावप्रतियोगित्वं खलु व्यतिरेकव्याप्तिः अत्र साध्याभावः प्रविष्टः तत्र दर्शितरीत्या यथा अभावांशे प्रतियोगितासम्बन्धेन साध्यं विशेषणीयव्यतया साध्ये अपि अभावः अनियोगितया सम्बन्धेन विशेषणं सत्यम् अस्तु परन्तु अविधेयत्वादिसाध्यं च अत्यन्त अभावस्य अप्रतियोगी इत्यपि निरूपितमेव एवं सति व्यतिरेकव्याप्त्यंशे यः साध्याभावः ग्रहः तत्तुल्यग्रहः साध्यम् अत्यन्त अभावप्रतियोगी इति ग्रहः तं प्रति साध्यम् अत्यन्त अभावप्रतियोगी इति निश्चयः प्रतिबन्धकः भवति इति उक्तम् तद्विषयः अत्यन्ताभावप्रतियोगी अभिधेयत्वं पूर्वोक्तस्थले अपरसंसारी भवति तर्हि अत्यन्ताभावप्रतियोगी अभिधेयत्वम् इति वक्तव्यं तर्हि इदानीं प्रयत्नं करोति वा सत्यभामा भगिनी महोदय इदानीम् अत्यन्ताभावप्रतियोगी इति साध्यं नास्ति हेतुः न अत्र अस्मिन् उदाहरणे इदानीम् अस्माकं पुरतः उदाहरणमस्ति सर्वमनित्यं प्रमेयत्वात् इत्यत्र अत्यन्ताभावप्रतियोगी साध्यम् अत्यन्ताभावप्रतियोगी अत्यन्त अभाव अप्रतियोगी क्षम्यताम् इति प्रतिबन्धकज्ञानस्य आकारः तर्हि प्रकृत उदाहरणे तत् कीदृशं भवति तस्य आकारस्य तस्य ज्ञानस्य आकारः कथं भवति अनित्यत्वाभाव अप्रतियोगी अत्यन्त अभाव अप्रतियोगी अनित्यत्वम् इति प्रतिबद्धज्ञानस्य आकारः अनित्यत्वम् अत्यन्त अभाव अप्रतियोगी अनित्यत्वम् अत्यन्त अभाव अप्रतियोगी अनित्यत्वम् इत्यस्य अर्थः कः अत्यन्ताभाव अत्यन्ताभाव व्यतिरेकः अस्ति सो प्रतियोगी नास्ति इति अभावः नास्ति इति एव खलु प्रतियोगी इति तस्य अर्थः अनित्यत्वम् अनित्यत्वम् अत्यन्ताभाव अप्रतियोगी इत्युक्ते किम् अत्यन्ताभावं हेतोः हेतुः किमर्थं हेतोः विषये चिन्तनम् अत्र इदानीम् एतदेव वाक्यम् अत्र अत्यन्ताभाव अप्रतियोगी अनित्यत्वम् इति समस्यापदस्य अर्थः कः इति वदतु ओ ओके अत्यन्ताभाव अप्रतियोगी अत्यन्ताभावं प्रतियोगी अभावः अत्यन्ताभावः इति प्रतियोग अभावः एव न जानाति महोदय काले कथं वक्तव्यम् एतद् ज्ञातव्यमेव अत्यन्ताभावस्य अत्यन्ताभावस्य अप्रतियोगी इति इत्युक्ते किम् अत्यन्ताभावः एव अप्रतियोगी अभावः नास्ति इति न अत्यन्ताभावः इति अप्रतियोगी न भगिनि अत्र प्रतियोगी अत्र घटः भूतले घटः नास्ति तत्र इदानीं भूतले किमस्ति घट अभावः अस्ति कीदृश अभावः अस्ति अत्यन्ताभावः अस्ति भूतले घट अत्यन्ताभावः खलु आम् घट अत्यन्ताभाव प्रतियोगी कः घटः घट अत्यन्ताभावप्रतियोगी घटः तर्हि प्रतियोगित्वं घटे खलु आम् इति चेत् घट अत्यन्ताभावप्रतियोगित्वं घटे इति वदामश्चेत् घटस्य अत्यन्ताभावः कुत्रचित् भवितुम् अर्हति इति अर्थः यदि घटस्य अत्यन्ताभावः कुत्रचित् भवति तदा घट अत्यन्ताभावप्रतियोगित्वं घटे आगच्छति खलु इदानीम् अनित्यत्वे किमस्ति अत्यन्ताभाव अप्रतियोगित्वम् एव अस्ति ओके अत्यन्ताभाव अप्रतियोगित्वम् अनित्यत्वे अस्ति इति चेत् अनित्यत्वम् अनित्यत्वस्य अत्यन्ताभावः भवति वा न वा न भवति अनित्यत्वस्य अत्यन्ताभावः न भवति चेत् वदतु महोदय चेत् अत्र इदानीं पूर्वे पूरणीयं भवत्या अत्यन्त अभावस्य क्षम्यताम् अनित्यत्वस्य अत्यन्त अभावः न भवति चेत् किम् प्रतिबद्धज्ञान न उत्पाद्यते इति वा न न केवलम् अत्र अस्य विषयस्य अवगमनं भवेत् प्रथमम् इदानीं प्रतिबन्धकज्ञानं हेतुः अनुमानम् इत्यस्मिन् विषये मा चिन्तयतु तस्य प्रतियोगी न भवति इति अत्यन्त पुनः पृच्छतु महोदय अहं वदामि अनित्यत्वे अनित्यत्वस्य अत्यन्त अभावः न भवति इति कृत्वा अनित्यत्वे अत्यन्त अभाव अप्रतियोगित्वमस्ति खलु तावद्बुद्धं खलु तावद्बुद्धम् अतः एव अहम् उक्तवती इति चेत् न आकाशस्य अत्यन्ताभावः भवति वा न वा आकाशस्य अत्यन्ताभावः न भवति न भवति किमर्थम् सर्वदा आकाशं भवेत् खलु नित्यवस्तु अस्ति नित्यत्वात् किमर्थम् इति चेत् नित्यत्वात् इति वक्तव्यम् तर्हि आकाशस्य अत्यन्त अभावः यदा कदापि न भवति किमर्थं नित्यत्वात् एवम् अनित्यत्वस्य अत्यन्त अभावः यदा कदापि न भवति. किमर्थम्? नित्यत्वादिति वा पुनः इति भवति खलु. तर्हि अनित्यत्वम् इति पदार्थः नित्यं भवति. आम् बुध्यते किम्? बुध्यते बुध्यते. इति क्लेशः. इत्युक्ते अनित्यत्व अत्यन्ताभाव अप्रतियोगी अनित्यत्वम् इति वदामश्चेत् अत्यन्ताभाव अप्रतियोगित्वम् अनित्यत्वे अस्ति चेत् इदानीम् अनित्यत्वं नित्यवस्तु भवति. तर्हि नित्यत्वम् अनित्यत्वे आगच्छति. आम् बुद्धम् बुध्यते खलु. इदानीं बुद्धे इति एव क्लेशः अत्र. इति क्लेशः अस्मिन् उदाहरणे. कः क्लेशः? सर्वम् अनित्यं प्रमेयत्वात् इति उदाहरणे कः क्लेशः इति चेत् प्रथमं पक्षे साध्याभावः सर्वदा भवति किम् इति चेत् तद् न भवति इति एकः क्लेशः. द्वितीयः क्लेशः अस्ति व्यतिरेकविचारः भवितुमर्हति. यत्र साध्याभावः यत्र नित्य अनित्यत्वाभावः यत्र नित्यत्वं तत्र हेतुः. यथा आकाशः व्यतिरेकव्यभिचारः अपि भवति. तृतीयं क्लेशः कः इति चेत् अत्र व्यतिरेकव्याप्तिं स्वीकृत्य यत्र साध्याभावः तत्र हेत्वाभावः. वस्तुतः अत्र हेत्वाभावः इति न भवति, अप्रसिद्धः अस्ति. व्यतिरेकसहकारः अपि न भवति अत्र. किन्तु व्यतिरेकव्याप्तिः साध्याभावव्यापकाभावप्रतियोगित्वम् इति व्यतिरेकव्याप्तेः लक्षणं स्वीकृत्य एतावत्पर्यन्तम् अस्माभिः त्रीणि लक्षणानि व्याप्तेः त्रीणि लक्षणानि अस्माभिः अधीतानि. प्रथमं तु साध्याभावत् आवृत्तित्वम् इति पूर्वपक्षिलक्षणम्. द्वितीयं तु हेत्वधिकरणनिष्ठ अत्यन्त अभाव अप्रतियोगी साध्यसामानाधिकरण्यम् इति. तृतीयं लक्षणं साध्याभावव्यापकाभावप्रतियोगित्वम् इति लक्षणम्. इति लक्षणं केवलं व्यतिरेकव्याप्तौ भवति. किमर्थम् अत्र त्रीणि लक्षणानि इति चेत् साध्याभावत् अवृत्तित्वम् इति लक्षणं सर्वत्र सङ्गच्छति, केवलं केवलान्वयस्थलेन सङ्गच्छति इति कृत्वा केवलान्वयस्थले हेत्वधिकरणनिष्ठ अत्यन्तभावप्रतियोगिसाध्यसामानादिकरण्यम् इति लक्षणं कृतम्. यद्यपि हेत्वधिकरणनिष्ठ अत्यन्ताभावप्रतियोगित्वं हेत्वधिकरणनिष्ठ अत्यन्ताभावप्रतियोगिसाध्यसामानादिकरण्यम् इति लक्षणं सिद्धान्तलक्षणं सर्वत्र सङ्गच्छते. किन्तु अत्र बहवः विषयाः निरूपणीयाः इति कृत्वा केवलान्वयस्थले एव अस्य उपयोगः क्रियते. केवलं केवल अत्र व्यतिरेकव्याप्ति केवलान्वयी अन्वयव्याप्तिस्थले एव अस्य उपयोगः क्रियते. एवं व्यतिरेकव्याप्तिस्थले साध्याभावव्यापकाभावप्रतियोगित्वम् इति व्याप्तेः लक्षणं कृतम्. तर्हि तादृश उदाहरणं तादृशलक्षणं स्वीकृत्य यदि व्यतिरेकव्याप्तिम् उक्त्वा अग्रे गच्छामश्चेत् अस्य उदाहरणम् अस्मिन् उदाहरणे तद् न सङ्गच्छते इति कृत्वा एव अत्र मया न स्थापितं किमपि. वस्तुतः एतद् उदाहरणम् असमीचीनमस्ति. सर्वम् अनित्यं प्रमेयत्वात् इति उदाहरणे बहवः क्लेशाः सन्ति. के क्लेशाः सन्ति इति चेत् पक्षे साध्याभावः सर्वदा भवति किम् इति चेत् न भवति इति प्रथमः. व्यतिरेकव्यभिचारः लभ्यते, व्यतिरेकसहचारः न वक्तुं शक्यते, व्यतिरेकव्याप्तिः अपि न वक्तुं शक्यते इति बहवः क्लेशाः सन्ति इति कृत्वा एतद् उदाहरणं महान् तत्र बहवः दोषाः सन्ति. बुध्यते किम्? आं महोदय बुध्यते. मध्ये मध्ये भग्नः अस्तु. भवतु मेहुल् महोदयेन आगतं. स्वागतं. क्षम्यतां महोदय, विलम्बेन आगतवान्, मम गृहे कश्चन जनाः आगतवन्तः अतः. भवतु, चिन्ता मास्तु. किन्तु भवता सूचितं वा इति मम मनसि प्रश्नः आसीत्. भवता न सूचितं खलु? न न, आकस्मिक एव अति आगतवन्तः अतः. न न भवतु, तादृशं भवति. अस्तु, दिवाल्याः दीपावल्याः अस्ति यतः. आमाम् अस्तु. तर्हि सर्वम् अनित्यं प्रमेयत्वात् इति उदाहरणम् अस्माभिः चिन्तितं. तत्र उदाहरणे महान् क्लेशाः सन्ति इति कृत्वा तत् त्यजेत्. तर्हि इदानीम् अन्यद् उदाहरणं यत् नवीनैः दत्तं, घटः अभिधेयत्ववान् पृथिवीत्वात् इति उदाहरणं परिशीलयामः. अस्तु, रमेश महोदय परिशीलयति वा? आं महोदय. घटः अभिधेयत्ववान् पृथ्वीत्वात् अनुमानस्य उदाहरणम् उक्तं किम्? अभिधेयत्वं तत् यथा पटः वक्तुं शक्यते, तर्हि अनुमानस्य उदाहरणं वक्तुं शक्यते. यथा पटः, किमर्थम् अत्र पटः उदाहरणत्वेन कथं स्वीकृतम् इति प्रतिपादयति वा? न, तस्मिन् पृथ्वीत्वम् अपि अस्ति, अभिधेयत्वम् अपि अस्ति. उत्तमं. पटः पृथिवी, पार्थिवपदार्थः इति कृत्वा पृथिवीत्वं पटे अस्ति, अभिधेयत्वम् अपि पटे अस्ति इति कृत्वा यथा पटः. समीचीनं. तर्हि इदानीं द्वितीयः, पक्षः साध्यं हेतुः कः इति वक्तव्यं. पक्षः घटः, अभिधेयत्वम् इति साध्यम्. हा, हेतुः पृथ्वीत्वम् इति हेतुः. उत्तमम्. अग्रे, पक्षः प्रसिद्धः किं? घटः प्रसिद्धः एव प्रत्यक्षप्रमाणेन. अभिधेयत्वमपि प्रसिद्धः एव. पृथ्वीत्वमपि प्रसिद्धः एव. तस्मात् पूर्वं पञ्चम बिन्दुः. हा, पञ्चम. पक्षे साध्य अभावः सर्वदा भवति किम्? पक्षे घटे अभिधेयत्व अभावः सर्वदा भवति किं? यदा कदापि न भवति. सत्यं. तर्हि तत् न, नो चेत् अनुमितिः भवति एव. हेतुः असिद्धः वा इति अपि भवता चिन्तितं. पक्षधर्मता हेतौ, हेतुमत्वं पक्षे अस्ति. कं पक्षधर्मता सिद्ध, पक्षधर्मता पृथ्वी, पक्षधर्मता घटे पृथ्वीत्वम् अस्ति वा? पक्षधर्मता कुत्र भवेत्? पक्षधर्मता हेतौ भवेत्, हेतौ. तर्हि पृथिवीत्वे, पृथिवीत्वं घटे भवितुमर्हति वा इति चिन्तनीयम्. पृथ्वीत्वं घटे भवितुम् अर्हति, पृथ्वीत्वं घटे भवितुम् अर्हति. अतः पक्षधर्मता सिद्धा. एवं हेतुमत्वं घटे पृथ्वीत्वं भवितुमर्हति वा इति चेत् आं भवितुमर्हति, अतः हेतुमत्वमपि सिद्धं भवतु. उभयोः केवलम् एकं चिन्तयामश्चेत् पर्याप्तं. सामान्यतया पक्षधर्मता एव चिन्तनीया. तर्हि पक्षधर्मता सिद्धा. अग्रे, तर्हि व्याप्तिपरिशेन अन्वयसहचारः चिन्तयतु. अन्वयसहचारः, यत्र हेतुः तत्र साध्यं, यत्र पृथ्वीत्वं तत्र अभिधेयत्वम्. यत्र पृथ्वीत्वं तत्र अभिधेयत्वम्, यत्र पृथ्वीत्वं. हा, अन्वयसहचारः अस्ति. कुत्र? यत्र पृथ्वीत्वं तत्र अभिधेयत्वं. यत्र पटः पटे. समीचीनं, तदेव वक्तव्यं. समीचीनं, यत्र पृथ्वीत्वं तत्र अभिधेयत्वं, यथा पटः पटे अन्वयसहचारः उक्तः. अग्रे, व्यतिरेकसहचारः, यत्र साध्य अभावः तत्र हेतुभावः. यत्र अभिधेयत्व अभावः तत्र पृथ्वीत्व अभावः. अभिधेयत्व अभावः इति अप्रसिद्धम् अस्ति. सत्यम्. तर्हि तत् न वक्तुं शक्यते, तत्र किमपि न वक्तुं शक्यते. सत्यं. तर्हि व्यतिरेकविसहचारः न सिध्यति. साध्याभावस्य अप्रसिद्धत्वात्। अस्तु अग्रे व्यतिरेकव्यभिचारः। तर्हि व्यतिरेकसहचारः न वक्तुं शक्यते चेत् इदानीं केवलान्वी हेतुः भवति खलु। तत्र साध्य अभावः तत्र हेतुः, यत्र साध्य अभावः तत्र हेतुः, साध्य अभावः तत्र हेतुः, अविधेयत्व अभावः न वक्तुं शक्यते, तत्र हेतुः अप्रसिद्धः, अविधेयत्व अभावः। तर्हि तदपि किमपि न वक्तुं शक्यते, साध्यभावः विचारः अपि न वक्तुं शक्यते साध्याभावस्य अप्रसिद्धत्वात्। तर्हि अत्र केवलान्वयी व्याप्तिः जायते खलु। परन्तु तत् समीचीनं वा इति प्रश्नः अस्ति। तर्हि व्याप्तिः सिद्धा इति वक्तुं शक्यते वा खलु? व्याप्तिः अत्र इत्युक्ते अत्र यानि सोपानानि अस्माभिः चिन्तितानि, पक्षः प्रसिद्धः, साध्यं प्रसिद्धं, पक्षे साध्याभावः सर्वदा भवति किं न, हेतुः सिद्धः किम् आम्, पक्षधर्मता हेतुः अस्ति वा आम्, अन्वयसहचारः अस्ति वा आम्, व्यतिरेकसहचारः न वक्तुं शक्यते, व्यतिरेकव्यभिचारः अपि नास्ति इति कृत्वा अत्र अनुमानं भवितुम् अर्हति। परन्तु यत्र पृथ्वीत्व अभावः तत्र अभिधेयत्वम् अस्ति, पृथ्वीत्व अभावः अनेन किम्? अनेन भवान् किं चिन्तयति? यत्र हेतु अभावः तत्र साध्यम् इति अन्वयविचारः चिन्तयति। हा तत् चिन्तनीयं वा इति चिन्तयन्ति, तदेव न चिन्तनीयं खलु। यत्र हेतु अभावः तत्र साध्यम् इत्युक्ते पर्वतः, वह्निमान्, धूमात् इति समीचीन अनुमानमस्ति खलु। तत्र इदानीं यत्र हेतु अभावः इत्युक्ते धूमाभावः, तत्र वह्निः अस्ति चेत् क्लेशः कः? क्लेशः नास्ति तत्र अयः पिण्डे। यत्र वह्नि अभावः तत्र धूमाभावः खलु, तप्तायः पिण्डे धूमाभावः, किन्तु तत्र वह्निः अस्ति। तर्हि अन्वयव्यभिचारः न द्रष्टव्यः एव। तर्हि एतत् व्यतिरेकव्यभिचारः, तर्हि एकमेव सोपानं भविष्यति वा, हेतुः सोपादिकः वा? न तद् तदिदानीं न चिन्तयेम। इत्युक्ते एतावत्पर्यन्तं यद् अस्माभिः चिन्तितं घटः अभिधेयत्वान् प्रति पृथिवीत्वात् एतापटः इति अनुमाने किमपि क्लेशः अस्ति वा? नास्ति। नास्ति इति भाति खलु। अस्तु, तर्हि इदानीं किं कुर्मः, अत्र स्प्रेड्शीट्, नूतनचिन्तनम् इति स्प्रेड्शीट् अस्ति खलु, तत्र 14th रो पश्यन्तु सर्वे। अत्र प्रतिबन्धकज्ञानं किमुक्तम्? प्रतिबन्धकज्ञानम् अत्यन्तभावप्रतियोगि अभिधेयत्वम्। अत्यन्त अभाव अप्रतियोगि अभिधेयत्वम्। अत्यन्त अभाव अप्रतियोगि अभिधेयत्वम्। इत्युक्ते किम्? अत्यन्त अभाव अप्रतियोगि अभिधेयत्वम् इति पदस्य अर्थः कः? अत्यन्त अभावस्य अभिधेयत्वस्य अत्यन्त अभावः अत्यन्त अभावस्य अप्रतियोगी अभिधेयत्वम् अत्यन्त अभावस्य अप्रतियोगी अस्ति इति इत्युक्ते किम् अभिधेयत्वस्य अभावः न भवितुम् अर्हति इति उत्तमम् अत्यन्त अभिधेयत्वस्य अत्यन्त अभावः यदा कदापि न भवति इति प्रतिबन्धकज्ञानं भवति इति उक्तम् अभिधेयत्वस्य अत्यन्त अभावः यदा कदापि न भवति इति एव प्रतिबन्धकज्ञानम् इति अत्र उक्तम् अत्र कः क्लेशः अस्ति इत्युक्ते अत्यन्त अभाव अत्यन्त अभाव अप्रतियोगी अभिधेयत्वम् इत्युक्ते किम् अभिधेयत्वस्य अत्यन्त अभावः यदा कदापि न भवति अभिधेयत्वे नित्यत्वम् एव अस्ति इति वयं जानीमः सर्वम् अभिधेयम् इति कृत्वा अभिधेयत्वस्य अत्यन्त अभावः यदा कदापि न भवति कुत्रचित् न दर्शयितुं शक्यते अस्मिन् अभिधेयत्वं नास्ति इति न वक्तुं शक्यते अस्मिन् इति वदामश्चेत् तत्र अभिधेयत्वमस्ति एव इति कृत्वा किन्तु तत्र प्रतिबन्धकत्वं कथं भवति प्रतिबन्धकत्वं तर्हि यत्किमपि हेतु स्वीकृत्य तत् साध्यं भवति एव खलु पृथ्वीत्वात् यस्मिन् पक्षे अस्ति तर्हि घटत्वात् इति अपि वक्तुं शक्यते तदपि समीचीनम् एव भविष्यति न घट इत्युक्ते अत्र इदानीम् अस्मिन् ज्ञाने अत्यन्तभाव अप्रतियोगी अभिधेयत्वम् इति ज्ञानं प्रतिबन्धकं भवति कस् किं प्रति घटः अभिधेयत्वान् पृथिवीत्वात् इति अनुमानं प्रति अत्यन्तभाव अप्रतियोगी अभिधेयत्वम् इति ज्ञानं प्रतिबन्धकः भवति इति पुस्तके उक्तं तर्हि तत्र प्रतिबन्धकत्वं कथम् इति चिन्तनीयम् अत्यन्त अभाव अप्रतियोगी अभिधेयत्वम् इति ज्ञानं यस्मिन् अस्ति तस्मिन् किं ज्ञानं न जायते प्रतिबद्धज्ञानस्य आकारः कः अत्यन्त अभाव प्रतियोगी अत्यन्त अभाव प्रतियोगी अत्यन्त अभाव प्रतियोगी अभिधेयत्वम् इति ज्ञानं न जायते खलु तर्हि अग्रे चिन्तयेम तर्हि इदानीं तत्र समानविशेष्यं किम् तत्र अभिधेयत्वम् इति समानविशेष्यम् अस्ति समानविशेषता अवच्छेदकम् अभिधेयत्वं प्रतिबद्धज्ञाने प्रकारः कः अत्यन्त अभाव अप्रतियोगी इति प्रतिबन्धकज्ञानस्य प्रतिबद्धज्ञानस्य अत्यन्त अभाव प्रतियोगी इति प्रतिबद्धज्ञानस्य प्रकारः अस्ति उत्तमं प्रतिबन्धकज्ञानस्य अत्यन्त अभाव अप्रतियोगी इति अस्ति तर्हि भाव अभाव अत्यन्त अभाव प्रतियोग्यभावः इत्युक्ते अत्यन्त अभाव अप्रतियोगी समीचीनं तर्हि इदानीं प्रकारता अवच्छेदकः अत्यन्त अभाव प्रतिबद्ध अत्यन्त अभाव प्रतियोगी तत्र प्रतिबन् अवच्छेदकः भवति अत्यन्त अभाव अत्यन्त अभाव अत्यन्त अभावत्वं न केवलं त्वम् इति योजनीयं खलु प्रतिबद्धज्ञाने यः प्रकारः अस्ति तत्र त्वम् इति योजनीयम् अत्यन्त अभावत्वं वा न अत्यन्त अभावप्रतियोगी इति प्रतिबन्धके प्रतिबद्धज्ञाने प्रकारः अस्ति खलु अत्यन्त अभावप्रतियोगित्वम् इति तावदेव खलु ओ 14 इत्यत्र प्रतिपद्यज्ञाने यः प्रकारः अस्ति तस्य तत्र केवलं त्वम् इति योजनीयम्, अत्यन्त अभावप्रतियोगित्वम्। हा, प्रतिबद्धकज्ञाने प्रकारस्य प्रतियोगिता अवच्छेदकः। वदतु। प्रतिबद्धज्ञानस्य वा महोदय? हा, इदानीं प्रतिबन्धकज्ञाने प्रकारता अवच्छेदकः कः भवेत् इति चेत्, प्रति अत्र कथम् अत्र किञ्चित् भिन्नरीत्या मया लिखितमस्ति। प्रतिबन्धकज्ञाने प्रकारस्य प्रतियोगिता अवच्छेदकः इति लेखनीयं वा, नो चेत् प्रतिबद्धज्ञाने यः प्रकारः अस्ति तस्य अभावः तस्य प्रतियोगी तस्य प्रतियोगितायाः अवच्छेदकः इति लेखनीयं वा? अत्यन्त अभाव उभयत्र समानमेव भवेत्, अत्यन्ताभावप्रतियोगित्वम् इति उभयत्र समानमेव भवेत्। तर्हि प्रतिबद्धज्ञाने प्रकारः कः? अत्यन्ताभावप्रतियोगी। तस्य अभावः कः? अत्यन्ताभावप्रतियोगी अभावः, इत्युक्ते अत्यन्त अभाव अप्रतियोगी। तस्य प्रतियोगी किं भवति? अत्यन्त अभाव प्रतियोगी अभावस्य प्रतियोगी अत्यन्त अभावप्रतियोगी एव भवति खलु। तर्हि तस्मिन् विद्यमान अवच्छेदकः अतः अत्यन्त अभावप्रतियोगित्वम् इति एव भवति वस्तुतः। उभयत्र समानमेव भवेत्, प्रकारतावच्छेदकः समानमेव भवेत्, अत्यन्त अभावप्रतियोगित्वम् इति एव भवेत्। बुद्ध्यते किम्? आं महोदय। अस्तु, तर्हि इदानीम् अग्रे तद्वत्ता बुद्धिं प्रति, मुद्रा का इति चिन्तयतु। अत्यन्त अभावप्रतियोगित्वम् अप्रतियोगित्वं तत् अभाववत्ता निश्चयमुद्रया एव भवति। हा, तत् अभाववत्ता निश्चयमुद्रया। अत्यन्त अभाव अप्रतियोगित्वम् अभिधेयत्वे अस्ति इत्यतः तत् अभाववत्ता निश्चयमुद्रया निश्चयस्य अस्य सुगमा। अस्तु, अग्रे हेत्वभासलक्षणसमन्वयः। अत्यन्त अभाव अप्रतियोगित्व अभिधेयत्वम् इति दोषः यत्पदेन अत्यन्त अभाव अप्रतियोगित्ववत् अभिधेयत्वम् अत्यन्त अभाव अप्रतियोगित्ववत् अभिधेयत्वम् इति दोषः यत्पदेन सङ्गृह्य तत्त्वम् अत्यन्त अभाव अप्रतियोगित्ववत् अभिधेयत्वम् इति ज्ञाने अस्ति इति तस्य परामर्शप्रतिबन्धकत्वम्। तत्त्वं तस्मिन् पदार्थे अत्यन्त अभावप्रतियोगित्ववत् अभिधेयत्वे अस्ति इति दोष रूप हेत्वभास लक्षण समन्वयः। अत्र समूहालम ज्ञानस्य अपि आवश्यक नास्ति इति भाति। न न, अस्ति अस्ति एव। किमर्थम् पृथ्वीत्वे नास्ति, तत् पृथ्वीत्वे नास्ति। सत्यम्। समूहालमनं ज्ञानम् अत्यन्त अभाव प्रतियोगित्ववत् अभिधेयत्वं पृथ्वीत्वम् इति समूहालम्बनं ज्ञानम्। तर्हि एकज्ञानविषयप्रकृता हेतुतावच्छेदकं पृथ्वीत्वं तद्वत्त्वं पृथ्वीत्वं तद्वत्त्वं पृथ्वीत्वं तद्वत्त्वम् इत्युक्ते पृथ्वीत्वत्वं पृथ्वीत्वं पृथ्वीत्वं पृथ्वीत्वम् एव पृथिवीत्ववत्त्वम् इति लेखनीयम् पृथ्वीत्ववत्त्वं पृथ्वीत्वत्वरूप न पृथ्वीत्वरूप पृथ्वीत्वरूपप्रकृतहेतौ पृथ्वीत्वरूप द्विवारं रूप इति लिखितमस्ति परिवर्तितम् पृथ्वीत्वरूपप्रकृतहेतौ पृथ्वीत्वरूपप्रकृतहेतौ अस्ति हा दोषत्वात् पृथ्वीत्वं दुष्टं हेत्वाभासः हा किन्तु इति एतत् सर्वम् अत्र पुस्तकम् आधारीकृत्य मया लिखितमस्ति किन्तु इदानीम् अत्यन्त अभाव अप्रतियोगी अभिधेयत्वम् अत्यन्ताभावप्रतियोगी अभिधेयत्वम् इति प्रतिबध्यज्ञानम् अत्यन्ताभाव अप्रतियोगी अभिधेयत्वम् इति प्रतिबन्धकज्ञानं प्रमात्मकज्ञानम् तत्र दोषत्वं कथम् आगच्छति इत्यत्र पुस्तके किं लिखितं व्यतिरेकव्याप्तिः न सिद्ध्यति तत्र साध्यम् अत्यन्ताभाव अप्रतियोगी इति निश्चयः प्रतिबन्धकः भवति एवं सति व्यतिरेकव्याप्त्यंशे व्यतिरेकव्याप्त्यंशे यत् साध्य अभावग्रहः तत् तुल्यग्रहः साध्यम् अत्यन्त अभाव अप्रतियोगी इति ग्रहः इत्युक्ते वस्तुतः यदस्माभिः चिन्तितं तत्र व्यतिरेकसहचारः न जायते इति उक्तं यत्र साध्याभावः तत्र हेत्वाभावः इत्यत्र यत्र अभिधेयत्वाभावः तत्र पृथ्वीत्वाभावः इति न वक्तुं शक्यते अभिधेयत्वाभावस्य अप्रसिद्धत्वात् तर्हि यत्र अभिधेयत्वाभावः इति अनुक्त्वा यत्र अभिधेयत्वाभावः तत्र पृथ्वीत्वाभावः इति वदामश्चेत् क्लेशः भवति तर्हि यत्र अभिधेयत्वाभावः इति अनुक्त्वा तत्र किम् उक्तमस्ति तत्तुल्यग्रहः साध्यम् अत्यन्ताभाव अप्रतियोगी इति ग्रहः तर्हि किं कृतवन्तः यत्र अत्यन्त अभाव प्रतियोगी इति स्वीकृतं यत्र अत्यन्ताभावप्रतियोगी तत्र हेत्वभावः यत्र अत्यन्ताभावप्रतियोगी यत्र अत्यन्ताभावप्रतियोगी अत्यन्ताभावप्रतियोगी अभिधेयत्वे यदा कदापि न भवति खलु इति एव दोषः अत्र साधनार्थम् एवं चिन्तितमस्ति इति भाति वस्तुतः अत्र हेत्वाभासः एव नास्ति खलु घटः अभिधेयत्वान् पृथिवीत्वात् यथा पटः इत्यत्र पक्षधर्मता जायते अन्वयसहचारः अस्ति व्यतिरेकविचारः नास्ति पक्षः प्रसिद्धः साध्यं प्रसिद्धमस्ति हेतुः प्रसिद्धः अस्ति इति कृत्वा अत्र कः क्लेशः अस्ति द्रव्यत्वात् अपि वक्तुं शक्यते खलु महोदय तत्र हेतौ एव क्लेशः अस्ति न वस्तुतः अत्र हेतुः क्लेशः नास्ति अत्र दोषः कः इति पश्यतु प्रतिबन्धकज्ञाने किमुक्तम् अभिधेयत्वं सर्वत्र अस्ति इति वा अत्यन्ताभावप्रतियोगी अभिधेयत्ववान् इत्युक्ते साध्यस्य अभावः यदा कदापि न भवति इति एव क्लेशः इति तादृशमुक्तं साध्यस्य अभावः कुत्रापि न भवति अतः एव अत्र अल्पसंहारस्य लक्षणमेव न उक्तम् कथञ्चित् साधनीयम् इति तैः कृतम् इति भाति. अत्र पश्यतु, पुस्तके अपि अनुपसंहारी इत्यस्य लक्षणमेव न दत्तम्. लक्षणं न वक्तुं शक्यते. वस्तुतः मम चिन्तनमेवमस्ति, अत्र अनुमानं जायतेव, अत्र क्लेशः हेतु अभासः एव नास्ति. यतः अविधेयत्वान् पृथिवीत्वात् यथापटः इत्यत्र अनुमानं जायतेव. अस्तु, तर्हि अत्र इतोपि किञ्चित् चिन्तनीयमस्ति. मया किं चिन्तितम्, अत्र सर्वं चिन्तयित्वा अस्मिन् सप्ताहे केनापि तार्किकेन सह सम्पर्कं कृत्वा अत्र किं भवति इत्यस्मिन् विषये किञ्चित् सम्भाषणं करोमि. अग्रिमे सप्ताहे तत्र अप्डेट् ददामि. किन्तु अत्र क्लेशः अस्ति इत्युक्ते, अत्र प्रतिबन्धकज्ञानम् अत्यन्त अभाव अप्रतियोगी अभिधेयत्वम् इति भवति चेत् किम्? अत्र क्लेशः एव नास्ति खलु. इत्युक्ते अत्यन्त अभाव अप्रतियोगी आकाशः अपि भवति. ये नित्याः सन्ति तेषु सर्वेषु अत्यन्त अभाव अप्रतियोगित्वम् अस्ति एव. अत्यन्त अभाव प्रतियोगी अभिधेयत्वम् इति ज्ञानं, ज्ञानस्य प्रतिबन्धकः भवति एतज्ज्ञानम् इति कृत्वा परामर्शः न जायते इति उक्तम्. अत्यन्ताभावप्रतियोगी अभिधेयत्वम् इति ज्ञानं जायते चेत् अत्यन्ताभावप्रतियोगी अभिधेयत्वम् न बुद्धम्. कः क्लेशः अस्ति? भवतु, अग्रे गच्छेम. तर्हि इदानीं सत्प्रतिपक्षः इति उदाहरणं तत् परिशीलयन् इदानीम् अग्रिम उदाहरणमस्ति. मेहुल् महोदय परिशीलयति वा? ह्रदः वन्यमान् धूमात्, ह्रदः वन्य अभाववान् जलात्. आं महोदय, अस्तु. हृदः वह्निमान् धूमात्, हृदः वह्न्यभाव इति वस्तुतः अत्र सत्प्रतिपक्षः इति. सत्प्रतिपक्षः इत्युक्ते प्रतिपक्षः अस्ति इति. पक्षः अपि अस्ति, प्रतिपक्षः अपि अस्ति इति. अस्तु, अत्र हृदः वह्निमान् धूमात् यथा महानसम् इति भवति. महानसे वह्नि अपि अस्ति, धूमः अपि अस्ति. ह्रदः वह्नि अभाववान् जलात् यथा तडागः इति भवति, अथवा न प्रथमं ह्रदः वह्निमान् धूमात् यथा महानसम्. अस्तु, महानसम् इति स्थापयामि. हा, तदनन्तरं ह्रदः वन्यभावान् जलात् यथा. हा, ह्रदः वन्यभावान् जलात् यथा. अत्र तडागः इति, परन्तु तत् तदपि समानार्थी वा ह्रदः इत्यस्य? वक्तुं शक्यते यथा तडागः. हा, अस्तु. तर्हि उदाहरणं लभ्यते अधुना? नो चेत् समुद्रः, यत्किमपि समुद्रः, नदी. हा, सत्यम्. अस्तु, तर्हि उदाहरणं लभ्यते, अतः अग्रे गच्छतु. हेतुमत्र सति साध्यवत्वम् उदाहरणत्वं. हा, अस्तु, उदाहरणं लभ्यते. अग्रिमम् अस्ति पक्षः साध्यं, हेतुः कः इति. अस्तु, अत्र ह्रदः इति पक्षः, साध्यम् इति वह्निः अथवा वह्नि अभावः इति साध्यद्वयं. हेतुः धूमः अपि च जलम् इति. अग्रे पक्षः प्रसिद्धः किं? हा, हृदः प्रसिद्धः प्रत्यक्षप्रमाणेन ज्ञायते. साध्यमपि प्रसिद्धं, वह्निः अथवा वह्नि अभावः द्वयमपि प्रसिद्धं प्रत्यक्षप्रमाणेन. पक्षे साध्याभावः सर्वदा भवति किम्? अतः रुद्रे हृदे वह्नि अभावः अथवा हृदे वह्नि अभावाभावः इत्युक्ते वह्निः सर्वदा भवति किम्? हृदे सर्वदा वह्नि अभावः भवति प्रथम अनुमानवाक्येन सर्वदा भवति एव, परन्तु द्वितीयमस्ति हृदे वह्निः सर्वदा भवति किं? तर्हि तद् न भवति. एकनिमिषम् अत्र क्रमेण चिन्तनीयं. पक्षे साध्याभावः सर्वदा भवति किम्? इदानीं ह्रदः इति पक्षः, वह्निः इति साध्यमिति स्वीकरोतु. सत्यं. हा तर्हि हृदे वह्नि अभावः सर्वदा भवति एव. आं सत्यं. केन प्रमाणेन ज्ञायते? प्रत्यक्षप्रमाणेन ज्ञायते. तत्र प्रत्यक्षप्रमाणेन ज्ञायते. अस्तु, किन्तु अत्र किञ्चित् चिन्तनीयमस्ति. अस्मिन् सोपाने अस्माभिः किमुक्तं? पक्षः साध्यसन्दिग्धवान् भवेत् इति उक्तं खलु? आम्, साध्यसन्दिग्धवान् भवेत् भवितुम् अर्हति तत्र. इत्युक्ते पक्षः साध्यसन्दिग्धवान् भवति चेत् एतत् प्रश्नं समीचीनम्. एषः प्रश्नः समीचीनः वा? पक्षे साध्याभावः सर्वदा भवति किम्? तर्हि साध्यसन्दिग्धवान् भवेत् इति चेत् सर्वदा इति कथं प्रष्टव्यम्? किन्तु वह्निः अनुष्णत्ववान् इत्यत्र तदेव उक्तं खलु, तदेव दोषः. तदेव दोषः. पक्षे साध्यः यदा कदापि, साध्यं यदा कदापि न भवति चेत् तदेव दोषः खलु. तदेव अनुमितिः न जायते तेनैव. अतः अनुमितिः न जायते. अपि च वह्निः अनुष्णत्ववान् इत्यत्र तदेव दोषत्वेन उक्तं. वह्निः अनुष्णत्ववान् तत्र दोष प्रतिबन्धकज्ञानस्य आकारं पश्यामि. वह्निः अनुष्णत्ववान्. अस्तु, तत्र फोर् सी इति. प्रतिबन्धकज्ञानस्य आकारः किं? उष्णत्ववत् वह्निः. तर्हि उष्णत्ववान्, उष्णत्ववत् वह्निः, वह्निः उष्णत्ववान् इति ज्ञानं यदस्ति, इति निश्चयात्मकज्ञानं यदस्ति. अस्तु, अत्र क्लेशः अस्ति खलु. इदानीं पक्षः साध्यसन्दिग्धवान् भवति चेत् अत्र कथं भवति? प्रश्नः अत्र यत् अनुक्रमणे परिशीलनक्रमे यत् प्रश्नः अस्ति अत्र, पक्षे साध्याभावः सर्वदा भवति किम् इति एव समीचीनं नास्ति. तद् दोषः तु अस्ति एव, वह्निः अनुष्णत्ववान् इति. परन्तु अनुष्णत्ववत् वह्निः किन्तु पक्षः साध्य तर्हि प्रश्नः एतादृशं कर्तुं शक्नुमः खलु, पक्षः साध्यसन्दिग्धवान् भवति वा इति. प्रश्नः अत्र एतादृशं कर्तुं शक्नुमः वा, पक्षः साध्यसन्दिग्धवान् भवति वा इति प्रश्नः. इति प्रश्नस्य उत्तरं वह्निः अनुष्णत्ववान् इत्यस्मिन् उदाहरणे न लभ्यते, अतः अनुमितिः न सिद्ध्यते इति आगच्छति खलु. तत्र द्वे श्रेष्ठः भवति. किं सन्दिग्धवान् भवेत् चेत् एक पक्षः भवति, पक्षे सर्वदा साध्यम् अस्ति इति एकं भवितुम् अर्हति. पक्षे साध्यः कदापि न भवति इति द्वितीयपक्षः अपि भवितुम् अर्हति. तर्हि प्रमुखप्रश्नः अपि च अन्यत् प्रश्नः 5.1 5.2 इति प्रायः तदेव यत् घटः अभिधेयत्ववान् यत् वाक्यमासीत् तस्य प्रतिबन्धकः ज्ञानं भवति खलु. अस्मिन् स्तरे एव भवति इति अहं चिन्तयामि. तर्हि कथं लेखनीयं? प्रश्नः समीचीनः वा? पञ्चमसोपानः पञ्चमप्रश्नः पक्षे सन्दिग्धम् अस्ति वा, साध्यसन्दिग्धं साध्यसन्दिग्धवान् पक्षः अस्ति वा इति एव प्रश्नः. तत्र द्वे उत्तरे भवितुम् अर्हतः. अस्तु वदतु के. एकं भवितुम् अर्हति पक्षे सर्वदा साध्यम् अस्ति इति एकम् उत्तरं. तर्हि सन्दिग्धवान् यदि यदि पक्षे सर्वदा साध्यमस्ति इति चेत् तत्र सन्देहः कथं वा स्यात्? तर्हि सन्देहः नास्ति, तर्हि तत् अनुमानवाक्यं न भवितुम् अर्हति खलु. इत्युक्ते पक्षे साध्यं सर्वदा अस्ति इति ज्ञानमस्ति चेत् तद् उचितपक्षः नास्ति. तद् उचितपक्षः नास्ति. पक्षे साध्यः यदा कदापि न भवति चेदपि पक्षः समीचीनपक्षः नास्ति, तत्र बाधः भवति. इत्युक्ते पक्षे साध्यं सर्वदा अस्ति इति ज्ञानमस्ति चेत् तदेव प्रतिबन्धकं भवति अनुमानस्य. पक्षे सर्वदा साध्यं न भवति इति ज्ञानमस्ति चेत् तदेव प्रतिबन्धकं भवति अनुमानस्य. द्वयमपि खलु. आम् सत्यम्. यदि पक्षे कदाचित् साध्यं भवितुमर्हति कदाचित् न भवितुमर्हति इति स्थितौ तदा एव पक्षः समीचीनः भवति. समीचीनः. इति इति वदामश्चेत् अत्र महान् क्लेशः भवति सर्वत्र. भवतु, किन्तु तादृशं प्रष्टव्यमस्ति. अस्तु, अहं योजयिष्यामि, तदनन्तरं पुनः परिशीलनं कुर्मः. झटिति कुरु कर्तुं शक्यते आरम्भतः. अस्तु, 5.1 पक्षे साध्यं सर्वदा भवति किम्? आं चेत् अत्र अनुमितिः न सिध्यति इति न वक्तव्यम्, अनुमानमेव न कार्यमिति वक्तव्यं खलु. हरि ओम्. आम् इत्युक्ते 5.1 इत्यत्र अस्माभिः चिन्तनीयं वा, नो चेत् 1.1 इत्यत्र चिन्तनीयं वा? अत्र कुत्र लिखितम् अस्माभिः पक्षः साध्यसन्दिग्धवान् भवेत् इति? एतत् सर्वं अहं चिन्तयामि व्याप्तिचिन्तनम् इत्यत्र अधोभागे व्याप्तिचिन्तनम् इति. हा हा सत्यं, व्याप्तिचिन्तनम् इत्यत्र पक्षलक्षणं. हा तत्र पक्षे प्रसिद्धत्वं भवेत्, साध्यसम्भावनावान् भवेत्, साध्यसन्दिग्धवान् भवेत्, हेतुमान् भवेत्. तर्हि अत्र प्रसिद्धत्वं कुत्र पृष्टं? तृतीयप्रश्ने पृष्टमस्ति. सत्यं. हेतुमान् इति कुत्र पृष्टं? सप्तमप्रश्ने पृष्टमस्ति. सप्तमप्रश्ने. किन्तु साध्यसम्भावनावान् साध्यसन्दिग्धवान् न पृष्टम् इति न पृष्टम्. तर्हि तत् कुत्र पृष्टव्यम् इति चेत् पक्षे साध्याभावः इत्यत्र, इत्युक्ते पक्षसाध्ययोः मध्ये एव चिन्तनमस्ति खलु इदानीं. सत्यं. तर्हि तत्रैव चिन्तनीयम्. अस्तु, सब् क्वश्चन् 5.1 5.2 तर्हि 5.1 पक्षे, पक्षः साध्य निश्चय वान् किम् आमिति चेत् किम् अनुमानं न कार्यं खलु, किन्तु तादृशं वक्तुं शक्यते वा? अनुमानं न कार्यम् इति नास्ति, इत्युक्ते यत् प्रत्यक्षेन ज्ञायते तद् अनुमेन अनुमानेनापि साधयितुं शक्यते खलु. इति कृत्वा यदि इदानीं मम पुरतः घटः अस्ति किन्तु अनुमानेन घटः अस्ति इति मया निरूपयितुम् अहं निरूपयितुम् इच्छामि चेत् तत्र घटे इदानीं भूतले घटः अस्ति वा इति इत्यस्मिन् विषये सन्देहं कल्प्य मया चिन्तनीयम्. तर्हि पक्षे, पक्षः साध्यनिश्चयवान् इति न प्रष्टव्यं प्रायः. निश्चयमस्ति तर्हि किं साध्यसन्दिग्धवान् अस्ति वा इति एव चिन्तनीयं खलु. न, तत्रापि इत्युक्ते पक्षे साध्यम् अस्ति इति निश्चयज्ञानम् अस्ति चेत् अनुमानमेव न कार्यम् इति वक्तुं शक्यते वा? अनुमानं कर्तुं शक्यते यदि अनुमानप्रमाणेन मया निरूपयितुम् इच्छामि. महोदय, विवक्षानुसारं कर्तुं शक्यते इति लेखनीयं. सत्यं खलु? तर्हि कथम् इत्युक्ते पक्षः साध्यनिश्चयवान् अस्ति चेत् अनुमानं न कार्यम् इति न वक्तुं शक्यते, किन्तु पक्षे साध्यं यदा कदापि न भवितुम् अर्हति इति चेत् तदेव अनुमानस्य प्रतिबन्धकं भवति. इति कृत्वा पक्षे साध्याभावः सर्वदा भवति किम् इति प्रश्नः समीचीनः. अस्तु, किमर्थम् अस्मिन् विषये चिन्तितं मेहुल् महोदय स्मारयतु. अत्र पक्षे साध्याभावः सर्वदा भवति किम् इति प्रश्नः. वन्य अभावः सर्वदा भवति किम् इति चेत् आम् खलु अस्मिन् उदाहरणे. तर्हि किं करोमि, डिलीट् करोमि प्रथमम्. अस्तु, तर्हि पक्षे साध्याभावः सर्वदा भवति किम् इति चेत् ह्रदे वन्य अभावः सर्वदा भवति वा इति चेत् आम्, सर्वदा भवत्येव. इति कृत्वा अत्र तदेव इदानीं प्रतिबन्धकं भवति खलु. अनुमानस्य कृते प्रतिबन्धकम् इत्युक्ते यस्मिन् ह्रदः वह्नि अभाववान् इति ज्ञानमस्ति तेन ह्रदः वह्निमान् इति अनुमानं न कर्तुं शक्यते इति कृत्वा अत्र बाधायाः उदाहरणमपि भवितुमर्हति एतत् खलु. ह्रदः वह्निमान् धूमात् इति उदाहरणं बाधायाः उदाहरणमपि भवितुमर्हति. किन्तु अत्र सत्प्रतिपक्षे तादृशं न चिन्तितम्. ह्रदः वह्नि अभाववान् जलात् इति ज्ञानं यस्मिन् अस्ति तस्मिन् ह्रदः वह्निमान् धूमात् इति ज्ञानं न जायते इति उक्तम्. सत्यं, सत्प्रतिपक्षं स्वीकृत्य अत्र प्रतिबन्धकत्वं कल्पितम् खलु. इत्युक्ते ह्रदः वह्निमान् धूमात् इति तावदेव उक्तं चेत् यस्मिन् मनसि ह्रदः यदा कदापि वह्निमान् न भवति इति ज्ञानमस्ति तादृशज्ञानं प्रतिबन्धकं भवति. किन्तु तादृशमत्र न निरूपितम्. अस्तु, तर्हि पक्षे साध्याभावः सर्वदा भवति किम् इत्यत्र इदानीं यः अनुमानं करोति तस्मिन् एतद् ज्ञानं नास्ति इति चिन्तयेन इति चिन्तनीयं खलु. हा तदा एव तदा एव अनुमानः अनुमितिः सिद्धा भवति अन्यथा इदानीं तस्मिन् मनसि सन्देहः अस्ति तदेव अन्यः भवितुमर्हति इत्युक्ते तत्र धूमं पश्यति वस्तुतः सः धूमः नास्ति मिस्ट् अस्ति फाग् अस्ति क्रदे फाग् पश्यति सः किन्तु क्रदे वह्निः यदा कदापि न भवितुम् अर्हति इति ज्ञानं नास्ति इति तादृशः अस्ति यः अनुमानं कर्तुम् इच्छति तदा एव हेत्वाभासः जायते सत्यं तदा तत्र अनुमितिः सिद्धा भवितुमर्हति क्रदः वह्निमान् इति अनुमितिः भवितुमर्हति तस्मिन् किमर्थमित्युक्ते वृदः वह्निः अभाववान् इति ज्ञानं नास्ति अस्मिन् खलु आम् आम् सत्यम् अस्तु तर्हि पक्षे साध्या भवः सर्वदा भवति किम् इति न प्रष्टव्यम् अत्र किञ्चित् परिवर्तनीयमस्ति इत्युक्ते अधिकारित्वम् अत्र प्रापणीयम् पक्षे साध्याभावः सर्वदा भवति कीतुम् इति ज्ञानमस्ति वा इति प्रष्टव्यम् किञ्चित् सूक्ष्मभेदः तत्र हा इत्युक्ते पक्षे साध्याभावः सर्वदा भवति किम् इति ज्ञानमस्ति वा इति प्रष्टव्यम् इत्युक्ते वह्निः अनुष्टत्ववान् वह्निः उष्णत्ववान् द्रव्यत्वात् इति अनुमानस्य प्रतिबन्धकः कः भवति इति चेत् वह्निः उष्णत्ववान् उष्णत्ववत् वह्निः इति ज्ञानम् किन्तु अस्मिन् सन्दर्भे ह्रदः वह्निमान् धूमात् यथा महान् असम् इत्यत्र पक्षे साध्याभवः सर्वदा भवति किम् इति ज्ञानमस्ति वा तादृशज्ञानं मयि नास्ति तदा एव वह्निः भवितुम् अर्हति वा न वा इत्युक्ते वर्तते ह्रदे वह्निः यदा कदापि न भवति इति ज्ञानं मयि नास्ति पक्षे साध्याभावः सर्वदा भवति किम् इति ज्ञानमस्ति वा आम् इति चेत् पक्षे साध्याभावः सर्वदा भवति किम् इति ज्ञानमस्ति वा समीचीनमस्ति अधुना यत् ज्ञानं आम् इति चेत् वा नो इति चेत् वा न आम् इति चेत् अनुमितिः न सिद्धा भवति खलु एतादृशज्ञानम् अस्ति चेत् अनुमितिः सिद्धा न भवति या तादृशज्ञानं नास्ति तदा एव अनुमितिः सिद्धा भवति इति समीचीनम् तर्हि वह्निः अनुष्टत्ववान् तस्मिन् विषये चिन्तयेम अस्तु वह्निः इत्युक्ते अत्र पक्षे इदानीम् उदाहरणवाक्यमस्ति वह्निः अनुष्टत्ववान् द्रव्यत्वात् इति द्रव्यत्वात् हा तर्हि तत्र पक्षः वह्निः अतः वह्नेः अनुष्णत्वम् अनुष्णत्व अभावः सर्वदा भवति किम् इति भवति किम् इति न खलु भवति इति ज्ञानं खलु तत्र किम् इति न तत्र अस्तु हा तर्हि वह्नेः अनुष्णत्व अभावः सर्वदा भवति इति ज्ञानम् अस्ति वा इति ज्ञानं नास्ति वह्नौ अनुष्णत्व अभावः सर्वदा अस्ति वा इत्युक्ते वह्नौ उष्णत्वं सर्वदा अस्ति वा इति ज्ञानमस्ति वा आम् मयि अस्ति केन प्रमाणेन प्रत्यक्षप्रमाणेन तदा अनुमितिः नो चेत् अनुमितिः सिद्धा भवति आम् चेत् अनुमितिः असिद्धा भवति सत्यम् सत्यम् एवम् इदानीम् अत्र ह्रदे वह्नि अभावः सर्वदा भवति इति ज्ञानमस्ति वा नास्ति ओ अधुना नास्ति इति चिन्तयामः अस्तु इदानीम् अधुना नास्ति मयि नास्ति नास्ति हा समीचीनं तर्हि अनुमितिः सिद्धा भवति वृधः वह्निमान् धूमात् इति इति चेत् तत्र वृधः वह्निमान् इति अन्वितिः सिद्धा भवति खलु? आम् आं भवति सत्यम् इति कृत्वा इतोपि चिन्तनीयं तत्र वृद्धि वह्निहृदः वह्नि अभाववान् जलात् इत्यस्मिन् विषये चिन्तनीयं भवति. अस्तु, इदानीं समीचीनमस्ति इति भाति. अस्तु, समयः जातः. अग्रिमे वर्गे मेहुल् महोदय भवान् एव चिन्तयति, इतः चिन्तयति. एतदेव उदाहरणं स्वतः वह्निमान् धूमादितामहानस्तु मृदः वह्नि अभावान् जलातिपा तडागः समुद्रः इति. अस्तु, अत्र सगेम. सर्वेभ्यो नमस्कारः, धन्यवादाश्च.